पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 68 महेश्वर उवाच शृणु नारद वक्ष्यामि वैष्णवानां च लक्षणं यच्छ्रुत्वा मुच्यते लोको बृहत्यादिपादकाद् तेषां वैलक्षणं यादृक्स्वरूपं यादृशं भवेद् तादृशं मुनिशार्दूल शृणुत्वं वच्मि साम्प्रतं विष्णोदयं यदो ह्यासीत्तस्माद्वैष्णव उच्यते सर्वेषां चैव वर्णानां वैष्णवश्रेष्ठ उच्यते येषां पुण्यतमाहारस्तेषां वंशे दु वैष्णवः क्षमादया तपः सत्यं येषां वै तिष्ठति द्विज येषां दर्शनमात्रेण पापं नश्यति तूलवद हिंसा धर्माद्विनिर्मुक्ता यस्य विष्णौ स्थितामदी शङ्खचक्रगदा पद्मं नित्यं वै धारयेत्तु यः तुलसी काष्ठजां मालां कण्ठे वै धारयेद्यतः तिलकानि द्वादशधा नित्यं वै धारयेद्बुधः धर्माधर्मं तु जानाति यः स वैष्णव उच्यते वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाचकः उत्सवाश्च चतुर्विंशत्कुर्वन्ति च पुनः पुनः तेषां कुलं धन्यतमं तेषां वै यश उच्यते ते वै लोके धन्यतमा जादा भागवता नराः एक एव कुले यस्य जादो भागवतो नरः तत्कुलं तारितं तेन भूयो भूयश्च वाडव अण्डजा उद्भिजाश्चैव ये जरायुजयोनयः ते तु सर्वेऽपि विज्ञेया शङ्खचक्रगदाधराः येषां दर्शनमात्रेण ब्रह्म शुध्यते सदा किन्तु वक्ष्यामि देवर्षे तेभ्यो धन्यतमा भुवि वैष्णवा ये तु दृश्यन्ते भुवनेऽस्मिन् महामुने ते वै विष्णुसमाश्चैव ज्ञातव्यास्तत्त्वकोविदैः कलौ धन्यतमालोके श्रुता मे नात्र संशयः विष्णोः पूजा कृता तेन सर्वेषां पूजनं कृतं महादानं कृतं तेन पूजिता येन वैष्णवाः फलं पत्रं तथा शाकमन्नं वा वस्त्रमेव च वैष्णवेभ्यः प्रयच्छन्ति ते धन्या भुवि सर्वदा अर्चितो वैष्णवो यैस्तु सर्वेषां चैव पूजनम् कृतं यैरर्चितो विष्णुस्ते वै धन्यतमा मदाः तेषां दर्शनमात्रेण शुध्यते पादकान्नरः किमन्यद्बहुनोक्तेन भूयो भूयश्च वाटव अदो वै दर्शनं तेषां स्पर्शने सुखदायकं यथा विष्णुस्तथा चायं नान्तरं वर्तते क्वचिद् इति ज्ञात्वा तु भो वत्स सर्वदा पूजयेद्बुधः एक एव तु यैर्विप्रो वैष्णवो भुवि भोज्यते सहस्रं भोजितं तेन द्विजानां नात्र संशयः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापति नारदसंवादे वैष्णवमाहात्म्यं नाम 68 अष्टषष्टितमोऽध्यायः ॐ